नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति प्रेरणार्थे निच् इति विषयः अनुवर्तते. तत्र विशेषाः अजन्तदातवः इति विषयः. तर्हि प्रेरणार्थे निच् इति आर्धधातुकप्रकरणे अयं पाठः अस्ति. निच् इति प्रत्ययः आर्धधातुकप्रत्ययः. सर्वेभ्यः धातुभ्यः प्रेरणार्थे निच् प्रत्ययः विधीयते. तर्हि निच् यदा निच् प्रत्ययस्य विधानं भवति तदानीम् आर्धधातुकप्रक्रिया आश्रियते. निच् प्रत्ययं निमित्तीकृत्य कतिचन अङ्गकार्याणि भवन्ति. तत्र धातूनां विभजनं भवति अजन्तदातवः हलन्तदातवः इति. अजन्तदातुः अस्ति चेत् तदानीं निच् प्रत्ययं निमित्तीकृत्य अङ्गकार्यमस्ति अचोयणिति इति सूत्रेण अजन्ताङ्गस्य वृद्धिः भवति. यदि धातुः हलन्तः अस्ति तदानीम् उपधायां कः वर्णः इति अस्माभिः द्रष्टव्यम्. उपधायां ह्रस्व अकारः अस्ति चेत् तदानीम् अतोपदायाः इत्यनेन तत्र उपधायाः वृद्धिः भवति. उपधायाः ह्रस्व अकारस्य वृद्धिः भवति. यदि उपधायाम् इक् वर्णः लघु इक् वर्णः अस्ति तदानीं पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवति. तर्हि आहत्य त्रीणि सूत्राणि सन्ति तत्र निजन्तधातोः साधनार्थम्. एकमस्ति अचोय एकं सूत्रमस्ति अचोयनिति. अनन्तरम् अत उपदायाः पुगन्तलघुपदस्य च इति त्रीणि सूत्राणि. तर्हि प्रेरणार्थे निच् प्रत्ययः हेतुमति च इति सूत्रेण प्रेरणार्थे निच् प्रत्ययस्य विधानं भवति. यत्र प्रयोजककर्ता व्यापारे अस्ति, व्यापारः हेतुः, व्यापारः तत्र हेतुमान् अस्ति, तादृशसन्दर्भे धातुतः निच् प्रत्ययः भवति. अत्र प्रेरणार्थे निच् प्रयोजककर्ता प्रयोज्यकर्ता इति कर्ताद्वयं भवति इति एतत् सर्वम् अस्माभिः दृष्टमेव. निच् प्रत्ययस्य योजनानन्तरं नूतनधातुः लभ्यते. सनाद्यन्ता दातवः इति नूतनधातुः लभ्यते. अपि च तत्र सामान्य अङ्गकार्याणि कानि इति इदानीम् अस्माभिः तत्र अङ्गकार्याणि चर्चितानि. तत्पश्चात् तत्र आकारान्तधातुः अस्ति चेत् तत्र निष्कृत्यं निमित्तीकृत्य आकारान्तधातूनां किं भवति, पुगागमः भवति. अर्ति ह्रीव्लीरिक्नुयि श्मायातां पुम्नौ इत्यनेन पुगागमः भवति अकारान्तधातूनाम्. अनन्तरम् अकारान्तः जायते आदेशोपदेशशिति इति सूत्रेण केषाञ्चन धातूनाम् अकारान्तत्वं लभ्यते. तत्र पुगागमः स्यात्, परन्तु पुगागमं प्रबाद्य तत्र शाचा साह्वा व्यावेपां युक् इत्यनेन युगागमः भवति. तत्र शा इति धातुः छा सा वसुतः एजन्तदातवः शो छो सो ह्वे वे वे पै इति एतेषां धातूनां पुगागमं बाधित्वा युगागमं भवति, युगागमः भवति निष्प्रत्ययपरे इति सर्वम् अस्माभिः चर्चितं. तत्तदपश्चात् तत्र अजन्तधातूनामेव कुत्रचित् विशेषकार्याणि भवन्ति इत्युक्ते विशिष्टसूत्राणि सन्ति तदर्थम्. इदानीं पुगागमस्य विषये उक्तं, युगागमस्य विषये अपि उक्तं. तत्र शाचा साह्वा व्यावेपां युक् इत्यनेन तत्र युगागमः भवति. तत्र पा इति धातुः अस्ति. पा इति धातोः पापाने पैशोषणे इति उभयत्र युगागमः भवति. अतः पाययति इति रूपं लभ्यते. परन्तु तत्र एकः अपवादः अस्ति. पादातुः अदादिगणीयधातुः रक्षणार्थे अस्ति चेत् तदानीं तत्र युगागमः न भवति, परन्तु लुगागमः भवति. लुगागमः तु तस्य वक्तव्यः इति वार्तिकेन लुगागमः भवति. अतः पालयति इति रूपं लभ्यते. एवं वैशोषणे इति धातुः अपि तत्र एजन्तदातुः आत्वं भवति आदेशोपदेशशिति इति सूत्रेण. यदा आत्वं भवति आकारान्तः भवति तदानीम् अर्तिह्रीव्लीक्नुयीष्मायातां पुम्नौ इति सूत्रेण पुगागमः भवति वापयति इति रूपं सामान्यरूपम् अस्ति शोषणे इत्यर्थे परन्तु कम्पनार्थे अस्ति चेत् तत्र विशिष्टम् एकं सूत्रमस्ति वो विदूनने जुक् इति सूत्रेण जुगागमः भवति कम्पनार्थे अतः वै इति धातोः कम्पनार्थे वाजयति इति रूपमपि लभ्यते वापयति वाजयति इति रूपद्वयं वापयति इति तु शोषणार्थे अस्ति वाजयति इति तु कम्पनार्थे अस्ति तदृष्टं तदनन्तरम् आकारान्तेषु एव ला इति एकः धातुः विशिष्टः अस्ति तत्र ला धातोः लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने इत्यनेन ला धातोः लुगागमः भवति स्नेहविपातनार्थे विकल्पेन अतः लुगागमः भवति चेत् लालयति इति रूपं तत्र लभ्यते अनन्तरं तत्र मित् इति अपि काचित् संज्ञा वर्तते केषाञ्चन धातूनां मित् इति संज्ञा भवति मित् इति संज्ञायाः प्रयोजनं किम् इति चेत् मितां ह्रस्वः इति सूत्रेण ये धातवः मितः सन्ति तेषाम् उपधायाः स्वरस्य ह्रस्वत्वं भवति निचि प्रत्यये परे तत्र मित् इति तु द्वादिगणे कश्चन गणः अस्ति घटादिगणः इति घटादिगणे ये धातवः सन्ति तेषां सर्वेषां मित् इति संज्ञा भवति अपि च चुरादिगणे अपि एकः गणः अस्ति ज्ञपादयः इति ज्ञपादयः षट् इति ज्ञपादिगणः तत्र षड् धातवः सन्ति तेषामपि मित्संज्ञा भवति अतः मित्संज्ञा अस्ति इति कृत्वा तत्र निच्छृत्यः यदा विधीयते एतेभ्यः धातुभ्यः तदानीं मितां ह्रस्वः इत्यनेन ह्रस्वत्वम् अपि भवति इति तत्र गणस्य विषये घटादिगणः ज्ञपादिगणः इति गणद्वयं वर्तते अपि च केचन धातवः अर्थविशेषे मितः भवन्ति इत्युक्ते सर्वदा मितः इति न अर्थविशेषे मितः भवन्ति यथा तत्र ज्ञा ग्ला स्ना श्रा इति इतोपि धातवः सन्ति यत्र अर्थविशेषे एव ते धातवः मितः भवन्ति अन्येषु अर्थेषु सामान्य अर्थेषु तेषां मित्संज्ञा न भवति यथा तत्र ज्ञा इति धातोः मारणतोषनिशामनेषु इत्येतेषु अर्थेषु मित् भवति इत्येवं श्राधातुः तत्र पाकार्थे मित् भवति स्वेदनार्थे मित् न भवति इति तत्र पाकार्थे इति विशेषार्थः तस्मिन् अर्थे मित् परन्तु अन्येषु अर्थेषु मित् न भवति इति अर्थविशेषे अपि केचन धातवः सन्ति मितः तदनन्तरं तत्र ईकारान्ते तत्र इकारान्तधातुषु एकं विशिष्टं सूत्रमस्ति क्रिङ्जीनां नौ इति सूत्रेण क्री इति धातुः इङ् अति उपसर्गपूर्वकः इङ् धातुः अनन्तरं जि इति धातुः एतेषां सर्वेषाम् एचः स्थाने आत्वं भवति अतः एव क्री इत्यत्र क्रापयति इङ् धातुः अध्यापयति जि धातुः जापयति इति रूपाणि लभ्यन्ते अनन्तरं यथा ला धातोः विषये उक्तं तथैव ली धातोः ली इति दीर्घ इकारान्तधातुः तत्रापि लीलोर्नुग्लुकाव् अन्यतरस्याम् इति अन्यतरस्यां स्नेहविपातने इति सूत्रेण ली धातोः नुगागमः भवति अतः एव लीनयति इति रूपं लभ्यते ली धातोः बहु विशिष्टः धातुः तत्र तस्य चत्वारि रूपाणि सन्ति ली धातोः विकल्पेन नुगागमः अतः लीनयति इति रूपं यस्मिन् पक्षे नुगागमः नास्ति तत्र ली योगः निच् अचोयनिति इत्यनेन वृद्धिः लै योगः निच् तत्पश्चात् तत्र तत्र एचोयवायवः इत्यनेन लाययति इति रूपं लभ्यते यदा लै योगः निच् इति स्थितौ तत्र विभाषालीयतेः इति सूत्रं वर्तते विभाषालीयतेः इत्यनेन लै इत्यत्र एचः स्थाने आत्वं भवति अतः ला इति भवति यदा ला इति भवति तदानीं तत्र ला इत्यत्र इकारस्य प्रश्लेषः प्रश्लेषः इत्युक्तत्वात् तत्र ला इत्यत्र लुगागमः अपि भवति, अतः लालयति इति रूपमपि भवति, यतोहि विकल्पेन लुगागमः भवति, यस्मिन् पक्षे लुगागमः न भवति तदानीं पुगागमः अपि भवति, तर्हि आहत्य चत्वारि रूपाणि, लीनयति, लाययति, लालयति, लापयति, चत्वारि रूपाणि सन्ति लीधातोः इत्यपि अस्माभिः चर्चितम्। तत्पश्चात् तत्र अस्तु अग्रे छि इति धातुः छिस्पुरोर्नौ इति सूत्रेण छी धातुः एचः स्थाने अत्वं भवति विकल्पेन, अतः एव तत्र चाययति तत्र किम् एचः स्थाने आत्वं भवति, अतः चै योगः नचित्यत्र आत्वं भवति, अनन्तरं पुगागमः भवति, चापयति इति रूपं विकल्पेन भवति, यस्मिन् पक्षे आत्वं न भवति तस्मिन् पक्षे तु चाययति इत्यपि रूपं लभ्यते इत्यपि दृष्टं। तत्र वस्तुतः चीधातुः ण्यपादिगणे अपि अस्ति, चुरादिगणे धातुः ण्यपादिगणे अपि अस्ति, यदि चुरादिगणे स्वार्थे निष्प्रत्ययः विधीयते तदानीं तत्र मित् इति अपि भवति इति कृत्वा तत्र चपयति चययति इति रूपं लभ्यते चुरादिगणीयप्रस स्वार्थे निच्विधानम् अस्ति चेत्, प्रेरणार्थे अस्ति चेत् चापयति चाययति इति रूपं रूपद्वयं लभ्यते। तत्पश्चात् तत्र प्रजने वीयतेः इति वी धातोः विषये अपि एचः स्थाने आत्वं भवति विकल्पेन प्रजनार्थे अस्ति चेत् आत्वं भवति, यदा आत्वं भवति तदानीं तत्र वापयति इति रूपं भवति विकल्पेन, प्रजनार्थे वापयति इति एकं रूपं, विकल्पेन वाययति इति अपि रूपम्, अन्येषु अर्थेषु तु वाययति इति एव रूपं भवति। अनन्तरं बी धातोः विषये तत्र अस्माभिः त्रीणि सूत्राणि अधीतानि, विभेतेर्हेतुभये इत्यनेन भी धातोः आत्वं भवति प्रयोजकात् साक्षात् भीतिः वर्तते चेत्, प्रयोजककर्ता यः वर्तते तस्मात् साक्षात् भीतिः वर्तते चेत् भी धातोः एचः स्थाने आत्वं भवति विकल्पेन, अनन्तरं यदा प्रयोजकात् साक्षात् भीतिः अस्ति तदानीं तत्र आत्मनेपदिप्रत्ययः विधीयते तत्र विस्मयोर्हेतुभये इति सूत्रेण, अनन्तरं बियो हेतुभये शुक् इति सूत्रेण शुक् आगमः अपि भवति, तर्हि भी धातोः विषये प्रयोजकात् भीतिः अस्ति चेत् भीषयते इति एकं रूपम्, अनन्तरं भापयते इति एकं रूपम्, भापयते भीषयते इति रूपद्वयं तत्र भवति, प्रयोजकात् भीतिः नास्ति चेत् भाययति इति रूपम्। एवं तत्र स्मि धातोः विषये नित्यं स्मयतेः इति सूत्रेण प्रयोजकात् साक्षात् विस्मयः अस्ति चेत् तदानीम् एचः स्थाने अकारादेशः नित्यरूपेण भवति, अतः विस्मापयते, तत्रापि विस्मयोर्हेतुभये न तत्रापि किं विस्मयोर्हेतुभये इत्यनेन तत्रापि आत्मनेपदिप्रत्ययः एव भवति, अतः विस्मापयते इति रूपं, प्रयोजकात् साक्षात् भयं साक्षात् विस्मयः नास्ति चेत् विस्माययति इति रूपमपि लभ्यते। तत्पश्चात् तत्र प्रिय इति धातुः विषये तत्र धुञ् प्रियोर्नुक् वक्तव्यः इति वार्तिकेन प्रियधातोः नुगागमः भवति, अतः प्रीणयति इति रूपं लभ्यते तत्र। अनन्तरं दीर्घ इकारान्तधातुषु ह्री व्ली री इति त्रयः धातवः, एतेषाम् उल्लेखः अर्ति ह्री व्ली री नुञ् श्मायातां पुङ्नौ इति सूत्रे तेषाम् उल्लेखः अस्ति, एतेषां त्रयाणामपि पुगागमः भवति, तत्र अर्ति ह्री व्ली रि नुयि श्मायि इति अस्ति, ह्री व्ली रि इति त्रयाणाम् अत्र ग्रहणमस्ति, नुयि श्मायि इति अग्रे वयं पश्यामः, ह्री व्ली रि इत्यत्र एतेषां त्रयाणामपि पुगागमः भवति, तत्पश्चात् पुगन्तलघुपदस्य च इत्यनेन गुणः अपि भवति। अतः ह्रेपयति, लेपयति, रेपयति इति रूपाणि तत्र लभ्यन्ते। तदनन्तरम् इण् धातोः विषये अन्ततो गत्वा अस्माभिः अधीतम्। इण् गतौ इति अदादिगणीयधातुः, तत्र एकं सूत्रमस्ति णौ गमीरबोधने इति सूत्रम्। इण् धातोः अबोधने इत्युक्ते बोधनभिन्ने गत्यर्थे, इण् धातोः सामान्य अर्थः गतिः इत्यर्थः, गत्यर्थे गमादेशः भवति, इण् धातोः गमादेशः भवति तत्र निजन्तप्रसङ्गे निचि परे। अतः एव तत्र गमयति इति रूपं भवति। यदा गमादेशः भवति तत्र इण्योगः णिच् इति प्रसङ्गे गम् आदेशः भवति, तर्हि गम्योगः इ अतोपदायाः इत्यनेन वृद्धिः गां योगः इ। तदानीम् एकं गणसूत्रमस्ति, अनेन गणसूत्रेण अत्र गम् धातोः मित्संज्ञा भवति। अमन्तः अस्ति चेत् अमन्तानां यत्र धातोः अन्ते अम् इति श्रूयते तेषां सर्वेषां मित्संज्ञा भवति, अमन्तानां मित्संज्ञा भवति। मित्संज्ञा अस्ति चेत् तत्र मितां ह्रस्वः इति ह्रस्वत्वं भवति, अतः गमयति इति रूपं न तु गामयति इति रूपम्। अतः अत्र गमयति इति रूपं गत्यर्थे अस्ति। यदि तत्र बोधनार्थे इण् इति धातुः बोधनार्थे यदा प्रयोगः तदानीं गमादेशः न भवति, यथा तत्र प्रत्याययति इति उदाहरणम् उक्तमस्ति। अपि च तत्र सामान्यतया इक् धातुः इन् धातुम् अनुसरति। इन् धातोः विषये यादृशकार्याणि भवन्ति तादृशकार्याणि इक् धातोः विषये अपि भवन्ति। तत्र वार्तिकमस्ति इन्वधिकः इति वार्तिकम्, अनेन वार्तिकेन इन्वद्भावः भवति इक् धातोः विषये अपि। अतः गमीरबोधने नौ गमीरबोधने इत्यस्य कार्यम् अत्रापि इन् धातोः विषये अपि प्रवर्तते इति स्मर्तव्यम्। अधिगमयति इति अधिपूर्वकः इक् धातुः इति तावत्पर्यन्तम् अस्माभिः प्राप्तमासीत् पूर्वस्मिन् वर्गे। अधुना उकारान्तदातवः ऊकारान्तदातवः च इति तत्र वयम् अग्रे गच्छामः। तर्हि लक्ष्मीभगिनी पठति वा आरब्धमिष्यति वा? आम् आं भगिनि आरम्भ। उकारान्तधातवः ऊकारान्तधातवः च। ऊकारान्तधातूनां सामान्यव्यवस्था अचोञ्निति इत्यनेन वृद्धिः, इचो यवायावः इत्यनेन आवादेशः, भू योगणिच् भौ योग इ भावि इति निजन्तधातुः, भावयति इति रूपं स्यात्। अत्र एकः एव अपवादः, धून् कम्पने चुरादिगणे लटि धूनयति धूनयते, धवति धवते, धून् प्रीण्योर्नुक् वक्तव्यः इति वार्तिकेन निचि परे धून् प्रीण् इति धातोः नुकागमः भवति। धून् योग णिच्, धूयोग नुक् योग इ, धूयोग न नकारः योग इ, धूनी इति निजन्तधातुः, धूनयति इति रूपम्। उकारान्त ऊकारान्तधातुषु सामान्यकार्यमेव भवति, प्रथमतया अचोञ्निति इत्यनेन वृत्तिकार्यं सम्भवति, ततः परम् यचो यवायावः इत्यनेन आवादेशः अपि भवति। उकारान्त ऊकारान्तधातुषु यदा भू इति उदाहरणं स्वीकुर्मः चेत् भूभ्वादिगणीयः, तत्र णिच् प्रेरणार्थे यत्र विधीयते तत्र ऊकारस्य स्थाने भौ इति अचोञ्निति इत्यनेन सम्भवति। परं णिच् इत्यस्य केवलम् इकारः तिष्ठति, भवयोग इ इत्यत्र यचोयवायावः इति सन्धिकार्येण औकारस्य स्थाने आवादेशः भूत्वा भाव् योग इ भावि इति नूतनधातुः निष्पद्यते. ततपरं पुनः शप् योजनेन भावयति इति प्रेरणार्थे रूपं लभ्यते. तर्हि एकः एव धातुः अस्ति, किञ्चित् विशिष्टधातुः धून्य, धून्यकम्पने चुरादिगणीयः धून्यकम्पने इति धातुः. धूनयति धूनयते इति रूपद्वयम्, अपि च भवति धवते इति अपि रूप स्यात्. तर्हि यत्र अत्र एकः एकं वार्तिकम् अस्ति, धून्यप्रीण्योर्नुक् वक्तव्यः इति, यत् धून्य धातोः णिच् प्रत्यये परे नुक् आगमः सम्भवति इति वार्तिकं वदति. तेन धून्ययोगणिच् इत्यत्र नुकागमः भूत्वा, धातोः नुकागमः इति वदनेन धातोः अनन्तरं आदिन्तौ टकितौ इत्यनेन नुक् इति हित् अस्ति इति कारणेन धातोः अनन्तरम् आयाति. तर्हि धूयोग नुक् योग इ इति स्थितौ केवलं नुक् इत्यस्य नकारः एव तिष्ठति. धून् योग इ धूनी इति नूतनधातुः निष्पद्यते, णिजन्तधातुः. सनाद्यन्तधातवः इत्यनेन धातुत्वं लभ्यते. शप् योजनेन धूनि इत्यत्र धूनियोग शप् योग ति धूनयति इति रूपं लभ्यते. धूनयते इति अपि आत्मनेपदीरूपमपि स्यात्. धवति धवते इति रूपं यदि लटि भवति इति रूपं, यदि नुकागमः न भवति चेत् धवति इति रूपं स्यात् इति वा भगिनि? धवति धवते इति रूपं धवति इत्युक्ते तत्र अयं धातुः धूय कम्पने इति तत्र निष्प्रत्ययः विकल्पेन विधीयते चुरादिगणे. अस्तु, अतः यस्मिन् पक्षे निष्प्रत्ययः न विधीयते तदानीं तत्र धातुः भुवादिगणवत् भवति इति कृत्वा धवति धवते इति रूपम्. अस्तु, तर्हि चुरादिगणीयः धातुः एव, किन्तु अत्र णिच् प्रत्ययः अस्य धातोः विकल्पेन सम्भवति इति कारणात् यत्र णिच् न युज्यते तत्र धवति धवते इति रूपम् इति सारांशः. किमस्ति भगिनि सीमा भगिनि? नमस्कारः. धवति धवते इति रूपमस्ति चेत् तत्र णिच् नास्ति, तर्हि प्रेरणार्थे अस्ति न वा? न, प्रेरणार्थे अपि तत्र रूपं दूनयति इति एव भवति, तत्र नुगागमः भवति. णिच् प्रत्यये परे सर्वदा नुगागमः भवति धूये धातोः, परन्तु चुरादिगणीयधातोः णिच् प्रत्ययः विकल्पेन भवति. तत्र आदृशाद् वा इत्यत्र अस्ति वा इति एकवारं पश्यामि, परन्तु णिच् प्रत्ययः विकल्पेन भवति इति कृत्वा यस्मिन् पक्षे णिच् प्रत्ययः न भवति तस्मिन् पक्षे तत्र का गतिः इति चेत् तत्र कर्तरि शप् इति शपः विधानम्, अतः धातुः भुवादिगणवद् भवति इति वक्तुं शक्यते. तदर्थमेव मातृभिः उच्यते यत् एतादृशधातूनां यत्र विकल्पेन रूपं भुवादिगणवत् भवति तदानीं तत्र धातुः एव भुवादिगणे भवतु इति मातुः आशयः अस्ति. किन्तु अत्र चुरादिगणे अस्ति चेत् णिच् स्वार्थे अस्ति वा प्रेरणार्थे, तत् कथं ज्ञातुं शक्यते? अपि च धवति प्रेरणार्थे नास्ति इति मन्ये, सत्यं धवति इत्यत्र निश्चयेव नास्ति, निश्चयेव नास्ति, अतः प्रेरणार्थे स्वार्थे इति प्रश्नः नास्ति. धवति इत्यत्र धूनयति इत्यत्र एव प्रश्नः, धूनयति इत्यत्र धातुः स्वार्थे वा प्रेरणार्थे वा इति कथं जानीमः इति चेत् वाक्यं दृष्ट्वा वयं वक्तुं शक्नुमः. धूय कम्पने इति धातुः सकर्मकः वा अकर्मकः वा, कम्पनार्थे तु अकर्मकः खलु, तर्हि अकर्मकः चेत् तदानीं धातुः न धुयि कम्पने इति धातुः वस्तुतः सकर्मकः, तत्र कोऽपि एकं वाक्यं वदतु धुयिङ् कम्पने इति स्वीकृत्य. वृक्षः धवति वायुना न वायुः तत्र किञ्चित् भगिनि किञ्चित् उच्चैः वदतु, किमपि न श्रूयते. तत्र भवती हेड्सेट् धारयति वा? हेड्सेट् अस्ति भगिनि, अस्तु अस्तु उच्चैः वदामि भगिनि. अस्तु, वृक्षः धवति वायुः वृक्षं दूनयति इति भवति वा? वृक्षः धवति वायुः वृक्षं धूनयति इति इदानीं तत्र भवती अकर्मकप्रयोगः अकर्मकप्रयोगं कृतवती कम्पनार्थे इति. तर्हि कम्पनार्थे सकर्मकप्रयोगः भवितुम् अर्हति वा? वायुः वृक्षं धवति इति वा भवितुम् अर्हति वा? किन्तु वायुः न धवति, तत्र वृक्षं धवति, वृक्षः धवति, अतः न भवति इति मन्ये भगिनि. तर्हि कम्पनार्थे अकर्मकप्रयोगः एव समीचीनम्, अकर्मकप्रयोगः एव. तर्हि अकर्मकप्रयोगः अस्ति चेत् यथा भवत्या उक्तं वृक्षः धवति वायुः वृक्षं धावयति धूनयति इति उक्तं खलु, धूनयति इति. तर्हि यदि तत्र एवम् अस्ति वाक्यं, वायुः वृक्षं धूनयति इति वाक्यम् अस्ति, तदानीं तु किं प्रेरणार्थे अस्ति वा स्वार्थे अस्ति वा? धूनयति तु प्रेरणार्थे अस्ति भगिनि. अत्र वाक्यं प्रेरणार्थे अस्ति, यदि वाक्यं स्वार्थे वक्तुम् इच्छामः तदानीं तर्हि वृक्षः धूनयति इति भवेत्. वृक्षः धूनयति इति भवति खलु. तर्हि वृक्षः धूनयति इति प्रयोगः अस्ति चेत् तदानीं स्वार्थे अस्ति इति अवगन्तुं शक्नुमः. सत्यं भगिनि, अवगच्छामि, धन्यवादः. अस्तु, तर्हि तत्र सूत्रं किं, तत्र धूयि धातुः धूयि कम्पने आदृशाद् वा इति गणसूत्रमस्ति. आदृशाद् वा अनेन गणसूत्रेण तत्र निष्प्रत्ययः विकल्पेन भवति. अस्तु भगिनि, धन्यवादः. एते वा निजन्ताः, तत्र तस्मिन् गणे बहवः धातवः सन्ति. आदृशाद्वा इति गणसूत्रे इति गणे बहवः धातवः सन्ति. तत्र धूयि इति अपि धातुः अस्ति, प्रिय तर्पणे इति धातुः अपि अस्ति. अस्तु, समीचीनम्. अस्तु, तर्हि तत्र धूयि धातुः वदतु. भगिनि क्षम्यतां, तर्हि अत्र धूनयति इति वदामः चेत् स्वार्थे निश्चयेव अस्ति, प्रेरणार्थे अपि धूनयति इति एव रूपं भवति. तर्हि वृक्षः धूनयति इति समीचीनं वाक्यं वा? वृक्षः स्वार्थे प्रयोगः खलु, वृक्षः धूनयति इति स्वार्थे प्रयोगः, वृक्षः कम्पति इति प्रयोगः, वृक्षः कम्पनं करोति इति प्रयोगः. अत्र वृक्षेण वृक्षेण धूनयति इति भावे प्रयोगः अपि कर्तुं शक्यते वा? वृक्षेण धूनयते न धूनयते इति वा? कम्पते न धू तत्र न धूयते इति स्यात् वा? धू किं वृक्षेण भावे प्रयोगः खलु, वृक्षेण धूयते. इदानीं चुरादिगणीयधातुं स्वीकृत्य वक्तुमिच्छति खलु. हा, चुरादिगणीयधातुः. तर्हि अत्र कर्मणि प्रयोगः अपि कर्मणि नास्ति, भावे प्रयोगे एव धून्यते. धातुः धूनी धूनी तत्र यक् धूनीयोगः यक् योगः ते नेरनीटि इत्यनेन निचः लोपः अतः धून्यते. वृक्षेण धून्यते लटि चेत् वृक्षः धूनयति, निजन्तः चेत् वायुः वृक्षेण धूनयति. प्रेरणार्थे निचि चेत् प्रेरणार्थे चेत् किन्तु कथं वृक्षेण भवति भगिनी, वायुः वृक्षेण धूनयति? न न, वृक्षेण नास्ति, वायुः वृक्षं धूनयति. वृक्षेण इति उक्तवती वा भगिनी? वृक्षेण न, अत्र कम्पनार्थे अत्र अकर्मकप्रयोगः. कम्पनम् इति अर्थे अकर्मकप्रयोगः खलु. अस्तु, इति कृत्वा. इत्युक्ते तत्र पश्यतु, अत्र अत्र प्रश्नः कम्पनक्रिया कस्मिन् अस्ति, कम्पनक्रियायाः फलं कस्मिन् अस्ति इति प्रश्नः. कम्पनक्रिया कुत्र भवति? वृक्षे भवति. कम्पनक्रियायाः फलं, कम्पनक्रियायाः फलं किम् अस्ति? चलनं. तत् कुत्र भवति? वृक्षस्य अवयवेषु. इति कृत्वा अकर्मकप्रयोगः. अन्यत्र नास्ति फलम् अपि च. अस्तु, व्यापारः एकस्मिन्नेव अस्ति. हा, एकस्मिन्नेव अस्ति. तत्र भिन्न अधिकरणे फलं नास्ति. यदि भिन्न अधिकरणे फलमस्ति तदानीम् एवं वक्तुं शक्नुमः, परन्तु तथा नास्ति. कम्पनं यथा हसनं तथा एव हसनं कम्पनम् इत्यादिषु तत्र अधिकरणभेदः नास्ति. भगिनी, अत्र सकर्मकप्रयोगः कदा भवति भगिनि? धूये धातुः वा? आम्. कदा भवति इति अत्र अस्मिन् अष्टाध्यायी डाट् काम् मध्ये यत्र अत्र तु पश्यतु, अत्र तु कम्पने इति अर्थः उक्तः, परन्तु कम्पनम् इत्युक्ते तत्र केवलं कम्पनम् इति नास्ति. तत्र पश्यतु, कम्पित्कर्ण, हिलान, शोभित्कर्ण, शोभित्कर्ण तत्र अर्थमनुसृत्य सकर्मकत्वम् अकर्मकत्वं धातूनाम् अनेके अर्थाः सन्ति. अतः धूये इत्यत्र कम्पने इति प्रधानतया उक्तं, परन्तु कम्पनम् इत्यस्मिन् अर्थे एव प्रयुक्तः इति नास्ति. अतः शिष्टप्रयोगः अस्ति वा कस्मिन् अर्थे, केषु अर्थेषु, केषु अर्थेषु शिष्टप्रयोगः सन्ति इति अस्माभिः द्रष्टव्यम्. अतः एव एतादृशस्थलेषु वयं प्रतिपादयितुं न शक्नुमः अकर्मकः वा सकर्मकः वा इति चेत्, तत्र अर्थम् अनुसृत्य सकर्मकत्वम् अकर्मकत्वम्. यथा वहति इति धातोः विषये अपि अस्ति खलु, नदी वहति इति अत्र अकर्मकप्रयोगः, भारं वहति इत्यत्र सकर्मकप्रयोगः. अतः धातुः वह् धातुः सकर्मकः वा अकर्मकः वा इति चेत् अर्थम् अनुसृत्य सकर्मकत्वम् अकर्मकत्वम् विद्यते. तत्र शोभने तदेव वाक्यं सकर्मकप्रयोगे वक्तुं शक्नुमः. अर्थमनुसृत्य आम्, यथा सः वृक्षं धूनयति यदि शोभनं कर्तुम् इच्छति चेत् फलानि फलानि वृक्षं धूनयन्ति. किन्तु भगिनी तत्र निजन्त एव प्रयोगः भवेत् न वा? किं प्रेरणार्थे एव भवितुम् अर्हति कर्म अस्ति चेत्? न, पुनः वदतु, प्रेरणार्थे एव भवितुम् अर्हति इति किमर्थं? चुरादिगणे धातुः स्वार्थे अपि भवितुम् अर्हति. क्षोभित कर्ण तस्मिन् अर्थे निजन्तप्रयोगः भवति इति भाति. न, निज चुरादिगणीयधातुः खलु, निजन्तप्रयोगः अपि भवितुम् अर्हति. यथा तत्र वृक्ष फलानि वृक्षं धूनयन्ति इत्यत्र चुरादिगणीयप्रयोगः भवितुमर्हति खलु? तर्हि अर्थभेदः भवति न वा? निजन्तप्रयोगे प्रेरणार्थे अस्ति चेत् वा प्रेरणार्थे नास्ति चेत् अर्थस्य भेदः न भाति भगिनि, कृपया. न, अत्र फलानि फलानि वृक्षं धूनयति धूनयन्ति इत्यत्र स्वार्थे अस्ति. यदि अहं वदामः रामः फलैः वृक्षं धूनयति तदानीं प्रेरणार्थे अस्ति खलु? अस्तु अस्तु भगिनि, तत्र फलानि वृक्षं धूनयति तस्य अर्थः फ्रूट्स् आर् making the tree shake, is that fruits are decorating the tree, something like that. Palani vrikshasya shobanam vardante iti tadrash artha bhagini. Tatra anyat vakyam ramaha vidyut deepaihi vriksham dhunayati iti bhavitum arhati khalu. अपि च अन्य कोऽपि तं प्रेरयति चेत् तत्र सुरेशः रामेण विद्युद्दीपैः वृक्षं धूनयति. अत्र फलानि इति किमर्थम् उक्तम् इति चेत् अत्र किमपि तत्र किं क्रिस्मस् ट्री इति अस्ति इति चिन्तयतु. तदेव दीपैः इति तत्र किमपि तत्र कोऽपि तत्र एतादृशम् आर्टिफिशियल् फ्रूट्स् तत्र हेङ्ग् करोति चेत् तादृशं किमपि भवितुम् अर्हति खलु. अस्तु, अर्थमनुसृत्य भेदः भवितुम् अर्हति. अत्र दूनयति इत्यत्र अन्ये अपि अर्थाः सन्ति वा इति एकवारं द्रष्टव्यं भवति, प्रयोगाः अन्ये प्रयोगाः सन्ति वा इति. आं भगिनि, अन्यगणेषु धू व्याधिगणे अपि अस्ति धूनि कम्पने इति एव अर्थः. दुधादिगणे तु धू एव अस्ति, धूञ् इति नास्ति, तर्हि अस्य वार्तिकस्य प्रसक्तिः न स्यात्. कुत्र सुदादिगणे धू विधूनने इति अस्ति, उकारः अस्ति, किन्तु अत्र इत्युक्ते अत्र धूय् धूय् इति धातुः अस्ति खलु, धूय् इति धातुः अस्ति इति कारणात् अन्येषु गणेषु धूय् इति धातुः नास्ति खलु, धू इति अस्ति. धू इति अस्ति चेत् तत्र सर्वत्र भवति, धू इति अस्ति चेत् न भवति. अतः एव ज्ञकारः अपि योजितः खलु सूत्रे, गणसूत्रे धूय् न वार्तिके धूय् प्रियोर्नुक् वक्तव्यः इत्यत्र धूय् इति ज्ञकारः अपि अस्ति इति कृत्वा तत्रैव भवति. क्रातिगणे तु धूण्येव, किन्तु किं क्रयादिकणे हा धून्य कम्पने इति एव अस्ति तत्र रूपं धुनाति न अत्र निच्छिपरे भगिनि वार्तिकस्य प्रसङ्गः निचिपरे अतः क्रियादिगणे न भवति इति प्रश्नः न उदेति इच् नास्ति खलु तत्र प्रेरणार्थे तु समानरूपं स्यात् धूनकम्पने क्रियादिगणीयः निजन्तधातोः कृते धूनयति इति एव तत्र नौकागमः भवति समीचीनं सत्यम् अस्तु अस्तु अग्रे गच्छामः इदानीं तत्र किं सीमाभगिनी पठितुम् इच्छति वा अग्रे गच्छतु ऋकारान्तदातवः आं भगिनि प्रयत्नं करोमि ऋकारान्तदातवः किञ्चित् उच्चैः पठतु अस्तु भगिनि ऋकारान्तदातवः ऋकारान्तदातवः च ओ ओ दीर्घ ऋकारान्तदातवः च जागृधातुः जाग्रो विच्छिन्नलिङ्गस्तु जागृधातोः गुणो भवति वि चिण् नन् नित् इत्येषां प्रत्ययानां पर्युदासे वि इति प्रत्ययविशेषः चिण् इति लुङ् लकारस्य नल् इति लिट् लकारस्य नित् इत्यनेन इत्संज्ञकः ञकारस्य च वि नित् इत्यनो अनयोः विषये गुणनिषेधः इदानीम् अपि भवति चिण् निल् इत्यनयोः विषये वृत्तिः इदानीम् अपि भवति अन्यत्र सर्वत्र गुणः भवति एव अचोणिति णिति च इत्यनयोः अपवादः विश्च चिण् च नल् च निच्च तेषाम् इतर इतरद्वन्द्वः विचि निन् नितः न विचि निन् नितः अविचि निन् नितः तेषु अविचि निन् नित्सु जाग्रह षष्ठ्यन्तम् अविचि निन् नित्सु सत्यं सत्यं सप्तमियन्तम् मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रं जाग्रह गुणः अविचिणित्सु तत्र उच्चारणे क्लेशः अस्ति भगिनी सम्यक् कृतवती न वा न जाने इत्युक्ते जाग्रो विच्छिन्नल् नित्सु तावदेव जाग्रो विच्छिन्नल् नित्सु जाग्रो विच्छिन्नल् नित्सु ओके लकारः ओके अत्र जागृधातोः ओ अग्रे क्षम्यतां जागृयोगः निच् अतः अत्र अचोणिति इत्यनेन ओ अचोणिति इति प्रबाध्य जाग्रो विचिन् नित्सु इत्यनेन गुणः भवति जागर् योगः इ भवति जागरी इति निजन्तधातुः जागरयति इति भवति अत्र पर्युदासे इत्यस्य अर्थः कः भगिनि पर्युदासे इत्युक्ते अत्र एतेषां प्रत्ययानाम् एतान् प्रत्ययान् विहाय इत्युक्ते वर्जयित्वा इत्यर्थः वीचिन् नळ् नित् इति एते इत्येतान् प्रत्ययान् वर्जयित्वा ओके अस्तु जागृधातोः यदि वीचिन् णिल् नित् प्रत्ययैः सः नास्ति चेत् जागृधातोः गुणः भवति. अत्र वि इति प्रत्ययविषये चिन्ति अस्तु. अत्र वि इति प्रत्ययः अस्ति, न जाने कथं भवति वि, किञ्चित् कश्चन विशेषः प्रत्ययः अस्ति. चिण् इति लुङ्लकारस्य प्रत्ययः अस्ति. णल् इति लिट्लकारस्य प्रत्ययः अस्ति. नित् इति इत्संज्ञकः ञकारस्य ञकारः अस्ति. अतः लुङ् प्रत्ययपरे, लिट् प्रत्ययपरे, वि प्रत्ययपरे, नित् प्रत्ययपरे जागृधातोः गुणः न भवति. अन्यत्र तस्य गुणः भवति. वि नित् इत्यनोः विषये गुणनिषेधः इदानीमपि भवति. चिण् नल् इत्यनोः विषये वृद्धिः इदानीमपि अस्तु, यतोहि वृद्धे सूत्रम् अचोणिति इत्यनेन चिण् णिल् णल् अस्ति चेत् जागृधातोः वृद्धिः भवति. विनित् अस्ति चेत् तत्र गुणनिषेधः अस्ति. अन्यत्र सर्वत्र गुणः भवति. अतः अत्र अचोणिति इत्यस्य अपवादः अस्ति. अचोणिति इत्यनेन वृद्धिः भवति, किन्तु अपवादः कथमस्ति? निति इत्यन इत्यस्य अपि अपवादः अस्ति. निति तु ओ ञकारः अस्ति चेत्, किन्तु भगिनी अत्र न अवगच्छामि. तत्र नित् अस्ति चेत् गुणनिषेधः भवति, अतः निति इत्यस्य प्रसक्तिः अस्ति. चिण् णल् अस्ति चेत् वृद्धिः भवति, अतः अचोणितिः अचोणिति कार्यं करोति. तर्हि अपवादः ओ ओ ओ अन्यत्र अन्यत्र न भवति इति वा भगिनि? विचिर्णिल् णल् नित् नास्ति चेत् तत्र गुणः एव भवति, अतः अचोणिति निति च इत्यस्य अपवादः अस्ति. ओके ओके, अस्य सूत्रः न सः एषः सूत्रः अपवादः अस्ति, अचोणिति निति च इत्यनयोः. ओके, अत्र विश्च णिच्च णल् च निच्च इतरेतरद्वन्द्वः. विचि णिल् नितः, तत्र नय तत्पुरुषेण न विचि णिन् नितः इत्यस्य अवि अविचि णिन् नितः भवति. तेषु अविचिणिन् ञत्सु इति सूत्रं भवति. जाग्रः अत्र षष्ठ्यन्तमस्ति, अविचीर्णिन् नित्सु सप्तम्यन्तमस्ति. अत्र मिदेर्गुणः इति सूत्रात् गुणस्य अनुवृत्तिः अस्ति, अतः अनुवृत्तिसहितं सूत्रं जाग्रः गुणः अविचीर्णित्सु इति भवति. न जाग्रधातोः अणिच् प्रत्ययपरे अत्र अचोणिति इति सूत्रं कार्यं न करोति. जागो विचिण्त्सु इति सूत्रं कार्यं करोति तस्य स्थाने, अतः गुणः भवति. गुणः भवति, अतः ऋकारस्य अर् भवति. जागर् योगः इ भवति, अतः जागरी भूत्वा णिजन्तधातु जागरयति इति भवति. समीचीनं भगिनि, समीचीनं. तर्हि सूत्रार्थः पुनः सरलरीत्या एकवारं वदतु, सूत्रार्थः कः? जागृधातु धातोः गुणः भवति अनेन सूत्रेण. यदा जागृधातोः पश्चात् वीचीर्ण णल् नित् एते प्रत्ययाः न सन्ति चेत् एव एते प्रत्ययाः न सन्ति चेत् इत्युक्ते तत्र किम् अपेक्षितम् अत्र अणिच् अस्ति चेत् तत्र जागृधातोः अचोणिति इति कार्यं करोति किन्तु अनेन सूत्रेण गुणः एव भवति तस्य वृद्धिः इत्युक्ते तत्र अविच्छिन्नल् नित्सु इति वयं वदामः चेत् अत्र अ इति तत्र नञ् अस्ति खलु नञ् तत्पुरुषसमासः तत्र नयः नयः कः अर्थः नयः नयः अभावः इति अर्थः अभाव न अत्र अत्र तु व्याकरणे नयः अर्थद्वयं प्रसज्यप्रतिषेधः पर्युदासः अत्र नयः कः अर्थः अभावः इत्युक्ते पर्युदासः अर्थः भवति वा भगिनि पर्युदासः तर्हि तत्र किम् अपेक्षितं पर्युदासः इति चेत् कथं वक्तव्यम् विस्मृतवती भगिनि कृपया करोतु हा हा हा नास्ति चिन्ता अन्य कोऽपि वदतु विजयलक्ष्मी भगिनी वदतु अस्ति वा भगिनि प्रश्नः अविच्छिन्नल् नित्सु इत्यत्र नञ् तत्पुरुषसमासस्य अर्थः पर्युदासः इति भगिन्या उक्तं तर्हि पर्युदासः चेत् अर्थविवरणं कथं भवति एतेषां विहाय वीचिन् नल् नित् इति एते प्रत्ययानां विहाय अन्येषु प्रत्ययेषु भवति परन्तु एतेषां तु न भवति इति अर्थः सत्यम् उत्तमम् इत्युक्ते तद् तत् सदृशं भवेत् तद्भिन्नमपि भवेत् तद्भिन्नं तत् सदृशम् इत्युक्ते जाग्रोः जाग्रः गुणः भवति वीचिन्नल् नित् इत्येतान् प्रत्ययान् विहाय अन्ये प्रत्ययाः सन्ति चेत् यदि तत्र प्रत्ययः एव नास्ति तदानीमपि गुणः भवति वा इति चेत् न जाग्रधातोः प्रत्ययः नास्ति तदानीं गुणः भवति वा इति चेत् न इत्युक्ते प्राकृतिककार्यं नास्ति प्रत्ययः अपेक्षितः कश्चन प्रत्ययः भवेत् जाग्रधातोः कश्चन प्रत्ययः भवेत् सः प्रत्ययः चिन् न भवेत् वि इति विशेषः न भवेत् नल् न भवेत् नित् अपि न भवेत् अस्तु भगिनि धन्यवादः तर्हि अत्र सूत्रार्थः अस्ति जाग्रधातोः गुणः भवति प्रत्यये परे परन्तु सः प्रत्ययः वि चिन् नल् नित् इत्येते प्रत्ययाः न इति प्रत्ययः न भवेयुः अस्तु समीचीनं तर्हि तत्र जाग्रधातोः निष्प्रत्यये परे एकक्षणम् निष्प्रत्यये परे अचोयणिति इत्यनेन वृद्धिः भवितुम् अर्हति यतोहि अजन्तधातुः परन्तु वृद्धिकार्यं प्रबाद्य अत्र गुणकार्यम् अपेक्षितम् इत्युक्ते तत्र वृद्धिकार्यं कृत्वा गुणकार्यं भवितुम् अर्हति वा अत्र यदि वृद्धिकार्यं भवति तर्हि जागारि इति भवति जागारि तदानीं तु गुणकार्यं न भवितुम् अर्हति तदानीं सूत्रं तु व्यर्थं जायते इति कृत्वा अचोयणिति इति सूत्रस्य अपवादभूतसूत्रम् इदम् वदतु महोदय मम प्रश्नः उत्तरम् अहं भवती कृतवान् परन्तु प्रश्नः आसीत् अचो इणति महत्त्वं कः यदि जागार भवति तर्हि एव अचो इणति महत्त्वं यथा जागारयति न भवति तर्हि अचो इणति अर्थः केवलं केवलम् अच् सम्बन्धे अस्ति, यथा पठ् अस्ति, पठ प अथ अर्थसम्बन्धः इति नास्ति, अर्थसम्बन्धः इति नास्ति. जागृ इति धातोः निच् निच् प्रसङ्गे अचोयणिति इति सूत्र सामान्यसूत्रस्य प्रसङ्गः तु अस्ति, अनन्तरं जागृविच्छिन्नलिप्सु इति सूत्रस्य अपि प्रसङ्गः. तर्हि तत्र सङ्घर्षः अस्ति, अनयोः मध्ये बाध्यबाधकभावः अस्ति. तर्हि तयोः मध्ये किं सूत्रं कार्यं कुर्यात् इति प्रश्ने सति अचोयणिति इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति. जागृविच्छिन्नलिप्सु इति सूत्रस्य अन्यत्र लब्धावकाशः अस्ति वा? जागृधातुसम्बन्धे अन्य अवकाशः नास्ति, यथा अचो इति णिच् कारणेन आयाति. न, अन्यत्र लब्धावकाशः अस्ति इति चेत् निच् निच् प्रसङ्गं विहाय अन्यत्र जागृतः कार्यं भवितुम् अर्हति वा? निच् णिच् प्रत्ययविहाय अन्य केवलं, परन्तु अत्र गुणमहत्त्वं केवलं ऋकारस्य ऋकारसम्बन्धे अस्ति, परन्तु अत्र अच् सम्बन्धे अवकाशः न जानामि. परन्तु कत्र कुत्र अचो इणति यदि न भवति तर्हि अकारस्य व्यवस्था कः? कोऽपि अन्य अवकाशः नास्ति. गुण केवलं तिङ् प्रत्यये परे जागृयोगः तिङ् अदादिगणीयधातुः तिङ् प्रत्यये परे तत्रापि तत्र जागृविच्छिन्नलिच्छु इत्यस्य कार्यं भवितुमर्हति खलु खलु यतोहि तिङ् प्रत्ययः छिन् नास्ति, नळ् नास्ति, नित् नास्ति. तत्रापि जागृविच्छिन्नलिच्छु इत्यस्य कार्यं भवति, तत्र तु अचोयणिति इत्यस्य कार्यं नास्ति. अतः जागर्ति इति तत्र रूपम् अस्ति. अतः जागृविच्छिन्नलिच्छु इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति वयं वदामः चेत् तदानीं तत्र जागृविच्छिन्नलित्सु इति सूत्रं परसूत्रमस्ति खलु अचोयणिति इत्यस्य अपेक्षया परसूत्रमस्ति. अतः विप्रतिषेधे परं कार्यम् इत्यनेन परत्वात् तस्य कार्यं भवितुम् अर्हति खलु? तिङ् प्रत्यये समर्थे तु भवति, जागर्ति भवति, यदि अतः अन्य अवकाश तिङ् अस्ति अत्र अचोयणिति. क्षम्यतां मै कम्प्यूटर् प्राब्लम्. परन्तु ऋकारसम्बन्धे गुण अस्ति, ऋकार कोऽपि अन्य अर्थः नास्ति. अचो इणिचि सम्बन्धे अकार ह्रस्व अकार अस्ति, ह्रस्व अकार केवलं जा अर्थात् ग हलन्त योग तर्हि एव. परन्तु अत्र भवती प्रश्नं जागृ इति धातुः तत्र ऋकारान्तधातुः, ऋकारान्तधातुः अस्ति चेत् अचोयणिति इति सामान्यसूत्रम् आगच्छति कार्यं कर्तुम्. णिच् कारणेन, णिच् कारणेन, णिच् कारणेन कोऽपि अस्ति. जागृ विचिन्नल् णिच्सु इति अत्रापि प्रत्ययः अपेक्षितः, अत्र णिच् प्रत्ययः इति प्रसङ्गः. अतः उभयत्र णिच् प्रत्ययं निमित्तीकृत्य सूत्रद्वयं प्रसक्तम्, अचोयणिति जागृ विच्छिन्नल् निप्सु इति सूत्रद्वयं प्रसक्तं. तदानीं तत्र जागृ विच्छिन्नल् निप्सु इति सूत्रं परत्वात् कार्यं करोति इति वक्तुं शक्नुमः. जागृ विच्छिन्नल् निप्सु सूत्राधारेण गुण भवति, गुण भवति. यदा गुण भवति तर्हि वृद्धिः न भवति, तर्हि एव अचोयति अपवादः. सत्यम्, अपवादः नास्ति, परत्वात् ओ परत्वात् अस्ति. धन्यवादः, अस्ति, धन्यवादः. अस्तु, तर्हि इदानीं तत्र जागृविच्छिन्नलित्सु इति सूत्रार्थः अत्र कः वदति? मीनाभगिनी वदतु. अस्ति वा मीनाभगिनी? आम् अस्मि भगिनि. जागृविचिन्नल् लिङ्क्सु इति सूत्रं वदति गुणः भवति यदि विचिन्नल् नित् एतेषां प्रत्ययः नास्ति चेत् गुणः एव भवति. यदि चिन् नल् ङित् तत्र साधारणतया वृद्धिः भवति अचोञ्यते इति सूत्रेण अथवा किमर्थं चिन् नल् तत्र केपि केनापि सूत्रेण वृद्धिः भवति परन्तु तेषां विहाय जागृति धातोः गुणः एव भवति इति चिन्तयामि. इत्युक्ते अत्र कथं प्रतिपादनीयम् इति चेत् वयं सर्वदा वदामः किं चिन्नल् इति प्रत्ययः विहाय इति किमपि वयं वदामः. वस्तुतः तत्र किं वक्तव्यम् इति चेत् जाग्रह धातोः गुणः भवति प्रत्यये परे, परन्तु सः प्रत्ययः विचिन्नल् इति प्रत्ययः न स्यात्. तर्हि प्रत्ययः अपेक्षितः, तर्हि जाग्रदातोः गुणः भवति प्रत्यये परे, परन्तु सः प्रत्ययः विचिन् नल् नित् इति एते प्रत्ययाः न भवेयुः इति वक्तव्यम्. अस्तु, समीचीनम्. तर्हि जागरयति इति रूपम् अत्र लब्धमस्ति. अस्तु, इदानीम् अग्रे गच्छामः. अग्रे सरस्वती भगिनी पठतु. आं भगिनि, श्रूयते न वा? मन्दं श्रूयते भगिनि. इदानीं हा प्रयत्नं करोमि, वदतु, उच्चैः वदतु. अन्यैः अपि एवमेव तत्र शृण्वन्ति वा अथवा अन्ये अपि एवं शृण्वन्ति वा, केवलं मया एव वा? सम्यक् श्रोतुं शक्नोमि. भवती सम्यक् श्रोतुं शनैः एव. अस्तु अस्तु, अहम् उच्चैः वदामि. रु नृ झृ धातवः, इमे त्रयः धातवः मितः, अतः उपधायां स्थितस्य अचः ह्रस्वत्वं भवति मितां ह्रस्वः इति सूत्रेण. दृभये क्रादिगणे लटि दृणाति, अर्थः विदारयति बिभेति. यदा भयार्थे अस्ति तदा घटादिगणे पठितः, अतः निचि मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्. अतः णिचि भये दरयति, अन्यार्थेषु धारयति इति. नृनये क्र्यादिगणे लटि नृणाति, अर्थः टु ब्रिङ्ग् टु अथवा टु लीड्. यथा नयनार्थे प्रापणार्थे अस्ति तदा घटादिगणे पठितः, अतः णिचि मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्. अतः णिचि नये नरयति, अन्यार्थेषु नारयति इति. ऋधातुः दिवादिगणे क्र्यादिगणे चुरादिगणे च, चुरादिगणे णिच् प्रत्ययः वैकल्पिकः इति कृत्वा एकं रूपं ध्वादिगणवत् इत्यतः माता भ्वादिगणे अपि इति वदति. लटि जीर्यति, जृणाति, जरयति, जरति, अर्थः वन् टु ग्रो ओल्ड्, टु टु पेरिश्, थ्री टु बी डिसाल्व्ड् और् डैजेस्टेड्, फोर् टु ब्रेकप् और् फाल् टु पीसस्. जनी जृष्व न सुरज्ञो अमन्ताश्च इति गुणसूत्रेण, जनी जृष् गणसूत्रेण इति गणसूत्रेण जनी जृष् वनसु रञ्ज् एते चत्वारः धातवः च, येषां धातूनाम् अन्ते अम् इति अंशः भवति यथा गम् रम् नम्, येषां धातूनां मित्संज्ञा भवति. तदा मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्. अतः णिचि जरयति इति भवति. आमां, तर्हि धृ नृ झृ धातवानां कृते अस्ति, अग्रे तद् अत्र दत्तमस्ति. तर्हि एते त्रयः धातवः मितः, मितः अतः उपधायां स्थितस्य, तर्हि मितां ह्रस्वः का सूत्रं कार्यं करोति. मितां ह्रस्वः सूत्रेण उपधायां यद् अच् अस्ति तस्य ह्रस्व भवति. तर्हि दृभये त्यादिगणस्य धातुः अस्ति, लटि तस्य रूपं दृणाति अस्ति, अर्थः अस्ति विदारयति अथवा बिभेति. तर्हि यदि भयार्थे किमपि न श्रूयते भगिनि, किञ्चित् उच्चैः वदतु. एवं वा? तर्हि अन्ये कोऽपि क्षम्यतां भगिनि, न जाने किमर्थं भवती हेड्फोन् स्वीकृत्य वदति खलु. आम् आम् आम्. तर्हि न प्रायः तत्र हेड्फोन् मध्ये सम्यक् न आगच्छति, न जाने किमर्थं बहु मन्दं श्रूयते. अन्ये कोऽपि इदानीं भवती वद उक्तवती खलु अन्ये कोऽपि तत्र सम्यक् श्रुतं. न जाने किं कृतवती, बहु सम्यक् श्रुतम्. अहं किमपि न कृतवती भगिनी, परन्तु भवती एवं. तर्हि अन्य कोऽपि इदानीं सम्यक् श्रूयते अतः वदतु. इदानीं सम्यक् श्रूयते, वदतु. अस्तु, तर्हि यदि भयार्थे अस्ति तदा घटादिगणे घटादिगणस्य धातु घटादिगणे भवति, अतः मितां ह्रस्वः कार्यं कृत्वा उपधायां यद् अच् अस्ति तस्य ह्रस्वत्वं भवति. अतः णिच् अस्ति तर्हि दरयति. यदि णिच् अस्ति तदा मितां ह्रस्वः भूत्वा दरयति अर्थे, परन्तु यदा अन्यर्थे तस्य अन्यर्थे अस्ति तदा दारेति, यतोहि मितां ह्रस्वः न भवति. एवमेव नृनये धातोः कृते अपि यदा नयनार्थे अस्ति तदा घटादिगणस्य भूत्वा तस्य णिचि मितां ह्रस्वः भूत्वा पुनः उपधायाः ह्रस्वत्वं भूत्वा पुनः नरयति भवति, परन्तु अन्यार्थेषु नारयति भवति, यतोहि पुनः मितां ह्रस्वः न भवति. एवमेव धृधातोः कृते अपि अस्ति, परन्तु धृधातोः कृते अर्थः बहवः सन्ति. तर्हि अत्र इतोपि एकं गणसूत्रं कार्यं करोति. यदा जनी जृष् वंसुरञ्ज इति चत्वारः क्वंसु अस्तु, अहं चिन्तितवती वनसु. अस्तु, क्नस्तु धातूनां कृते यदि अम् अस्ति, अम् अन्ते अस्ति तदा मितां ह्रस्व तद् मित् अस्ति, अतः एतेषां कृते अपि अचः ह्रस्व भवति. अतः दृयोग णिच् अचोयणिति इत्यनेन वृद्धि भवति, तदा दार भवति, दारयोग इ दारी भवति, परन्तु मितां ह्रस्व घटादि अस्ति, अतः मितां ह्रस्व कार्यं कृत्वा उपधायाः आकारस्य ह्रस्व भूत्वा अकार भवति, अतः दरी भवति णिजन्तधातु. तदनन्तरं सामान्य सूत्रेण दरीयोग तिप्योग दरयति, एवं तस्य सार्वधातुकार्धधातुकयोः तथा अन्य सर्वं तथैव कार्यं कृत्वा दरयति भवति. एवमेव नृ कृते अपि नार भवति प्रथमम्, अचोणिति कार्यं करोति तदा वृत्ति भूत्वा, परन्तु पुनः मितां ह्रस्वतः नरी भवति तथा पुनः नरयति. एवमेव जृ कृते अपि अचोणितितः वृद्धि भवति, जार भवति, परन्तु तदनन्तरं मितां ह्रस्वः भूत्वा तस्य कार्यं भूत्वा जरी भवति णिजन्तधातु, अतः जरयति रूपं सिद्धं भवति, सिद्ध्यति. समीचीनं, बहु समीचीनं, धन्यवादः भगिनी. इदानीं तत्र पुनः यतोहि तत्र ध्वनिः सम्यक् नासीत् इति कृत्वा पुनः एकवारं तत्र कः वदति, शोभा भगिनी वदतु अत्र किं किम् आसीत्. आं भगिनि, तत्र दृ नृ जृ इति धातवः इदानीं एते धातवः तु तेषां मितः अतः उपधायां स्थितस्य अचः ह्रस्वत्वं भवति मितां ह्रस्वः इत्यनेन अर्थविशेषे मितः अस्तु एकक्षणं भगिनि तत्र कुत्र अर्थविशेषे इति दृष्टवन्तः अन्य अर्थे अस्तु अस्तु हा अर्थविशेषे मिताः भवन्ति यथा तत्र इदानीं द्रु इति धातुः भये भयार्थे क्रयादिगणीयधातुः अस्ति अतः तत्र क्रयादिगणीयधातुः इत्यनेन धृणाति इति धृणाति इति लट्लकारे रूपं भवति तत्र अर्थः विदारयति बिभेति इति भयार्थे अतः भयार्थे यदा भयार्थे धातुः भवति तदा घटादिगणे पठितः भवति अतः घटादिगणे इत्यनेन मितां ह्रस्वः इत्यस्य प्रसक्तिः अस्ति तेन उपधायां स्वरस्य ह्रस्वत्वं भवति अतः तत्र भयार्थे धरयति यतोहि दार् इत्यस्य ह्रस्वत्वं भवति अतः अन्येषु अर्थेषु तु धारयति इति एव भवति अन्येषु इत्युक्ते तत्र विदारयति इति अपि अर्थं दत्तं विदारयति इति अर्थे धारयति इति भवति भये धरयति इति रूपं भवति तथा नृ इति धातुः दीर्घकारः भगिनी क्षम्यतां बहु सम्यक् इदानीं धरयति धारयति इत्यत्र वाक्यं चिन्तयतु इदानीम् अग्रे कः तत्र उषाभग्नि अग्रे वदतु नृ धातुः विषये नृ क्रयादिगणे धातुः अस्ति अर्थः अर्थम् अस्ति टु ब्रिङ्ग् टु लीड् नयनार्थे अस्ति चेत् एव मितां ह्रस्वः इति सूत्रस्य प्रसक्तिः भवति नयनार्थे अस्ति चेत् नृ इति प्रथमं नृ इति अचोन्निति इत्यनेन अजन्तदातवः इत्यनेन वृद्धिः भवति नार् अपि च णिच् योगेन नारी इति नूतनधातु मितां ह्रस्वः इत्यनेन नयनार्थे एव नरयति इति रूपं सिद्ध्यति अन्येषु अर्थेषु नारयति इति एव रूपं भवति नयनार्थे एव नरयति तर्हि नरयति नारयति इत्यत्र वाक्यं चिन्तयतु अस्तु इदानीं जृ धातोः विषये विजयलक्ष्मीभगिनी वदतु जृ धातु दिवादिगणे क्रयादिगणे अपि च चुरादिगणे अपि अस्ति केवलं चुरादिगणे णिच् प्रत्ययः विकल्पेन तस्य यदा विधीयते तदा एकं रूपं तु भुआदिगणे गणवत् भवति अपि च जरति इति एकं रूपं भवति जरयति इति अपरं रूपं भवति अत्र जरति जरयति इत्यस्य यदा वृद्धः भवति टु ग्रो ओल्ड् इति अर्थे जृ धातु मितां ह्रस्वः इत्यनेन तस्य निचिपरे ह्रस्व अचः ह्रस्वत्वं भवति अतः जरयति इति रूपं सिद्ध्यति अन्येषु अर्थेषु तु जारयति इति रूपं भवति अन्येषु अर्थेषु इत्युक्ते टु पेरिश् इति वा भगिनी श्रूयते वा? आं श्रूयते, परन्तु तस्याः कनेक्षन् गता इति मन्ये। भगिनी नास्ति। श्रूयते किम्? श्रूयते। अस्तु अस्तु, वदतु भगिनि, क्षम्यतां, तत्र मम कनेक्षन् भग्नः जातः। किमपि न श्रुतवती वा? आम्, सर्वैः श्रुतं वा? सर्वैः अवगतं वा? मया तु किमपि न श्रुतम्। एवं वा? जृ धातु दिवादिगणे अपि च क्रयादिगणे अपि च श्रूयते वा? श्रूयते, श्रूयते, वदतु। अपि च चुरादिगणे जृधातु अस्ति। चुरादिगणे जृधातोः विकल्पेन णिच् विधीयते, अतः भ्वादिगणवत् एकं रूपम् अपि भवति। जरयति अपि च जरति इति रूपद्वयं सम्भवति। जरयति इति रूपस्य विषये यदा जृधातोः वार्धक्यं टु ग्रो ओल्ड् इति अर्थे यदा जृधातोः उपयोग यूज् भवति तदा जनी जृष्ण सुरञ्ज्नोमन्ताश्च इति गणसूत्रेण तस्य क्षम्यताम् तस्य मितां ह्रस्वः इत्यनेन उपधायाः अचः ह्रस्वत्वं भवति, अतः जरयति इति रूपं सिद्ध्यति। अन्येषु अर्थेषु जारयति इति रूपं भवति वा इति मम प्रश्नः आसीत्। न, अत्र तदेव मम प्रश्नः। भवती उक्तवती वार्धक्ये जरयति इति भवति इति उक्तवती, वार्धक्ये एव मितां ह्रस्व इत्यस्य कार्यं भवति इति कुत्र उक्तम्? तद् अर्थविशेषः इति उपरि अर्थविशेषः अन्यत्र आसीत्। दृभये नृ नये इत्यत्र अर्थविशेषे उक्तम्, अत्र तु अर्थविशेषे इति न उक्तं खलु? सर्वदा जरयति इति एव भवति। जृधातोः सर्वदा जरयति इति एव रूपम्। To grow old, to perish, to dissolve, digest. यतोहि अत्र तत्र गणसूत्रे गणसूत्रे किमपि न उक्तं खलु? अन्ते अम् इति अंशः भवति, यथा गम् रम् नम् एषां धातूनां नित्संज्ञा भवति, तावदेव अस्ति। अत्र वस्तुतः जृ धातुः यद्यपि दिवादिगणे क्रियादिगणे चुरादिगणे अस्ति, परन्तु जृष् इति धातुः अत्र जृष् इति धातुः जृष् इति धातुः केवलं दिवादिगणे एव अस्ति। अतः जृ इति धातुः अस्ति चेत् तत्र तु मृतां ह्रस्वः इत्यस्य कार्यं न भवति, अतः जृ धातोः विषये निजन्ते रूपं जारयति इति रूपं भवति भवति तदेव न जृ धातोः केवलं धातुः जृ इति एव अस्ति चेत् तदानीं जारयति इति एव रूपं, परन्तु धातुः जृष् इति दिवादिगणीयधातुः अस्ति चेत् तदानीं मित् अस्ति इति कृत्वा मितां ह्रस्व इत्यनेन ह्रस्वत्वम्, अतः जरयति इति रूपम्। जृष् ओ अत्र अस्ति, जनी जृष् जृष् अस्तु अस्तु अस्तु, अतः केवलं जृष् इति जृ धातोः यत् दिवादिगणे अस्ति तस्य एव जरयति इति रूपं सिद्ध्यति, अन्यथा जारयति इत्येव सत्यं निच् धातोः योगे भवति। सत्यम्, अस्तु। तर्हि अत्र जृज् धातोः विषये अपि वाक्यं चिन्तयतु, अनन्तरं पश्यामः. इदानीं तत्र किं विजया भगिनी अग्रे पठति वा स्मृ धातुः? अस्ति वा विजया भगिनी? भगिनी क्षमताम्, एकः प्रश्नः अस्ति, प्रष्टुं शक्नोमि वा? प्रश्नतु भगिनी. तत्र तत्र लटीरूपम् अस्ति, दृणाति नृणाति, तत्र नुगागमः अस्ति, नकारः आगच्छति, अतः पृच्छामि. दृणाति इत्यत्र नुगागमः नास्ति, तत्र दृणाति इति क्रियादिगणीयधातुः, तत्र श्ना इति प्रत्ययः. अस्तु अस्तु अस्तु, धन्यवादः. अस्ति वा विजया भगिनी? न श्रूयते. अस्तु, तत्र सूर्यकुमारी भगिनी पठतु. न भगिनी, स्मृधातुः स्मृ आध्यायने द्वादिगणे लटि रूपं स्मरति, अर्थः स्मरति, जपं करोति, ध्यानं करोति, अभिलेखे लिखति, स्मृतौ लिखति, उपदिशति, घोषते, पाठयति इत्यादि अर्थाः सन्ति. आध्यायनार्थे अस्ति चेत् मित्, अतः निचि मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः भवति. स्मृ धातु आध्यायने एव मितां ह्रस्वः भवति, अन्यद्ये न भवति इति मम अवगतम्. आध्यायनार्थे स्मृयोगः निच्, अचोनिति इत्यनेन वृद्धिः, स्मारयोगः इ, स्मारि निजन्तधातुः, मितां ह्रस्वः स्मारि स्मरि भवति इति निजन्तधातुः स्मरयति इति. समीचीनम्, समीचीनम्. आध्यायनार्थे इत्यस्य अर्थः कः? पुनः पुनः अध्ययनं पुनः पुनः पठति, अध्ययनं करोति. न न न, पुनः पुनः पठति इति नास्ति अर्थः. अध्ययनं नाम तत्र मेडिटेशन् इति अर्थः, ध्यानम् इति अर्थः. आम् आम्, ओ अध्ययने अध्यायं नास्ति, अध्ययनं. ध्यानम् इति अस्मिन् अर्थे स्मरयति इति रूपम् अस्ति, स्मरयति. मितां ह्रस्वः इत्यनेन ह्रस्वत्वं भवति. स्मरयति इत्युक्ते मेडिटेशन् करोति इति वा? हा, स्मरयति इत्युक्ते ध्यानम् इत्यस्मिन् अर्थे, ध्यानम् इति. यदि तत्र इदानीं तत्र किं, धन्यवादः भगिनी. इदानीं तत्र विनय महोदय वदतु अग्रे, यदि अपरेषु अर्थेषु किं भवति? अहमत्र मया आगतम् अत्र महोदय. हा, अनन्तरं वदतु. इदानीं तत्र विनय महोदय वदतु. एक्स्क्यूस् मि, कुत्र पठामि? अपरेषु अर्थेषु. अपरेषु अर्थेषु, अपरेषु अर्थेषु त्वयि धातु योगाणिच् अचो इणति इत्येन वृद्धिः, स्मार भवति, स्मारयोगः णिच् अविशेष इकार अर्थात् स्मारि इति णिजन्तधातुः, स्मारयति भवति, प्रेरणात्मक स्मारयति धातु भवति. परन्तु पूर्वतः स्मरयति भवति अन्यर्थः, अत्र स्मारयति भवति अर्थात् प्रेरणात्मक, प्रेरणात्मक अर्थः अस्ति. समीचीनं. स्मारयति इति अत्र तु अर्थः कः, स्मारयति इति? स्मारते अर्थः यदि प्रेरणात्मक अस्ति न प्रेरणात्मक तु अस्ति परन्तु स्मारयति अर्थात् कोऽपि प्रयोजकः प्रयोज्यं प्रेरणात्मक आधारेण वदति न तत्र धातोः अर्थः कः इत्येव मया पृष्टः तत्र धातोः अत्र स्मारयति इत्यत्र कः अर्थः धातुः धातु अर्थः स्मारयति अर्थात् स्मरणं स्मरणम् इत्यर्थः स्मरणम् अर्थः अस्ति परन्तु स्मरणं प्रेरणात्मक आधारेण करोति समीचीनं तर्हि अत्र अर्थविशेषे अध्ययने इति अर्थविशेषे मित् अस्ति सामान्यस्मरणम् इति अर्थे तु मित् नास्ति अतः स्मारयति इति तु रूपं वयं जानीमः स्मारयति स्मरयति इति इत्युक्ते ध्यानम् इति अर्थः अस्तु अस्तु धन्यवादः महोदय इदानीं तत् स्मरयति इति वदामः चेत् ध्यानं कारयति इति अर्थः स्यात् वा इति अर्थः स्मारयति इति वदामः चेत् टु रिमैण्ड् इति स्यात् खलु आम् अयं धातुः चुरादिगणे नास्ति भुवादिगणीयधातुः अस्तु तर्हि इदानीं विजयाभगिनी पठतु ऋकारान्तधातूनां पुगागमः आं महोदय ऋकारान्तधातूनां पुगागमः ऋ घटिप्रापणयोः भुवादिगणे अस्ति ऋ इत्यर्थे घटिप्रापणयोः इत्यर्थे एव आगच्छति एतत्तु भुवादिगणे अस्ति लटि ऋच्छति इति भवति पाग्राद् मा स्था ना दान् दृशि अर्ति सर्ति सदसदाम् एतत् सर्वाणि धातवः अत्र पा स्थाने पिब ग्रास्थाने जिग्र एतानि सर्वाणि धातवः इति वा न अत्र अत्र धातुः पा इति अस्ति चेत् अत्र आदेशः किं भवति इति अत्र एतत् सूत्रेण दत्तं पा इत्युक्ते अत्र पिब इति धातु अङ्गं भवति पिब इति अनन्तरं ति योजनेन पिबति इति अन्तिमरूपं निष्पन्नम् इदानीं पा स्थाने पिब ग्रास्थाने जिग्र द्मास्थाने दम स्थास्थाने तिष्ठ म्नास्थाने मण दान् स्थाने यच्छ दृशिस्थाने पश्य अर्थिस्थाने ऋच्छ अनन्तरं सर्ति सर्ति सदसदाम् इति अस्ति दौ शीय सीदः इति अस्ति इत्यनेन शिति परे यत्र शित् अस्ति अत्र ऋस्थाने ऋच्छ इति धातु आदेशः भवति अर्थः गच्छति गन्तव्यस्थानं प्राप्नोति इति अर्थे अनन्तरं लभते इति अर्थे अपि आगच्छति निचि अर्पयति इत्युक्ते गमयति क्षेपयति इति अर्थे अत्र अर्पयति इति आगच्छति एतत् ऋस् ऋकारान्तधातूनां किं भवति कुत्र पुक् आगमः भवति इति तत्र दत्तं महोदय समीचीनं तर्हि इदानीं समयस्य अभावः अतः वंशी भगिनी अग्रे वाक्यद्वयं पठतु क्षम्यतां भगिनी सङ्गणके पुरतः नास्मि क्षम्यता नास्मि अस्ति अस्तु तर्हि अनिमा भगिनी पठितुम् इच्छति वा भवती जानाति वा कुत्र अस्ति इति प्राप्तं वा न श्रूयते अस्तु न श्रूयते तर्हि तत्र किं शोभ अहं समापयामि अस्तु समापयतु पुगन्तलघुपदस्य अर्ति ह्री व्ली रीक्नुयि अर्ति ह्री व्ली रीक्नुयि क्ष्मायातां पुग्नौ इति सूत्रेण रु धातोः अपि पुक् आगमो भवति निचिपरे अर्ति ह्री व्ली रीक्नुयि इति दीर्घसूत्रेण पुगन्तलघुपदस्य च पुगन्तस्य अङ्गस्य लघु उपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघूपधम्। पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधम् समाहारद्वन्द्वः। तस्य पुगन्तलघूपधस्य पुगन्तलघूपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदम् इदं सूत्रम्। मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्। अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः। वदानि किम्? वदतु। एतत्तु वयं पूर्वमेव पठितवन्तः, अतः अत्र अर्ति ह्री इति सूत्रेण पुङ् नौ इति अस्ति, अतः रु धातोः अत्र अस्मिन् सूत्रे रु धातोः किमस्ति, रु धातु अस्ति, अतः रु धातुः कथं जानीमः रु धातुः अस्ति इति? अर्ति अर्ति इति अस्ति खलु, अर्ति इत्यस्य अर्ति इति रूपं कथं लब्धं धातुनिर्देशे? किं तत् किं भगिनि इदानीं? टिपानिर्दिष्टः, टिपानिर्दिष्टम् इति सूत्रेण रु धातोः अत्र पुक् आगमः भवति। कदा भवति? निच् प्रत्यये परे भवति। अतः पुगन्तलघुपदस्य च इति सूत्रं, तत्र पुगन्तस्य अङ्गस्य लघु उपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च परे प्रत्यये परे इति सूत्रस्य अर्थः कथं निष्पद्यते इति प्रश्ने सति, पुक् पुगन्तम् इत्युक्ते पुक् अन्ते यस्य तत् तत् पुगन्तम्, अपि च लघ्वी उपधा यस्य भवति तत् लघूपदम्। अत्र पुगन्तं च लघूपदं च तयोः समाहारद्वन्द्व कृत्वा पुगन्तलघूपदम् इति रूपं सिद्ध्यति। तस्य इत्यनेन षष्ट्यन्तं पुगन्तलघूपदस्य इति भवति पदं, च इति अव्ययपदं, मिदेर्गुणः इति सूत्रात् गुणः इत्यस्य अनुवृत्ति भवति, सम्पूर्णसार्वधातुक आर्धधातुकयोः इति सूत्रस्य अनुवृत्ति भवति, अङ्गस्य अधिकारः अस्ति, अपि च इको गुणवृद्धि इति परिभाषासूत्रेण यदा गुणः अथवा वृद्धि वदामः तदा तस्य इकः स्थाने एव भवति इति परिभाषासूत्रेण वयं जानीमः। अतः अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः इति भवति। तर्हि तत्र अन्ते तत्र रु धातोः रु योगः णिच् तत्र किं भवति इति वदतु। रु धातोः यदा णिच् प्रत्ययः भवति तदा पुक् आगमः भवति। पुक् आगमः ककारः अन्ते अस्ति इति कृत्वा रु रु धातोः अनन्तरम् आयाति आद्यन्तौ टकितौ इत्यनेन। अत्र ककारस्य अनुबन्धः अस्ति अतः केवलम् उकारः अपि उच्चारणार्थः, अतः केवलं प इति एव अवशिष्यते। अतः रु प अनन्तरं निच् इत्यत्रापि अनुबन्धानां लोपानन्तरम् इ इति अवशिष्यते, अतः रु प इ रूपि इति भवति। अत्र उपधा वर्णः किमस्ति? हा, रूपि इति सनाद्यन्तधातवः इत्यनेन धातुसंज्ञा प्राप्नोति। अनन्तरं पुगन्तलघुपदस्य च इत्यनेन ऋकारस्य गुणः भूत्वा अर् इति भवति, अर्पी इति रूपं भवति. अर्पी इति नूतनधातु. अनन्तरं शप् विधीयते, सिङ् प्रत्ययस्य विधानात् अनन्तरं शप् इति विकरणप्रत्यय विधीयते, अर्पयति इति रूपं सिद्ध्यति. शप् इत्यत्र अकारः अस्ति सार्वधातुकयोः, अर्धधातु सार्वधातुकप्रत्ययः अस्ति, अतः गुणः भवति अर्पी इत्यस्य. किं भवति भगिनि, बहु निद्रा अर्पी अर्पीयोगः शप्योगः इति सार्वधातुकार्धधातुकयोः इत्यनेन गुणः गुणः भवति. अर्पयति इति रूपम् अर्पे इति भवति, पुनः एचोयवायावः इति अर्पयति इति भवति, एकारस्य अय आदेशः भवति अर्पयति. सम्यक् सम्यक्. इति अजन्तधातूनां विशेषनिजन्तरूपाणि. अग्रे हलन्तधातूनां विशेषनिजन्तरूपाणि परिशील्यन्ते. भगिनी, उपरि संशयः अस्ति अत्र जृ धातोः विषये. लटि जीर्यति, जृणाति, जरयति, जरति इति तत्र टङ्कनदोषः वा? जरयति इति जारयति इति भवति वा? न, अत्र तु कस्य धातोः विषये उक्तम् इति अत्र प्रश्नः अस्ति खलु. तत्र भुवादिगणीयधातोः विषये उक्तं वा? जीर्यति, जृणाति, जरयति, जरति इति तत्र तु चुरादिगणे अपि धातुः अस्ति खलु. हा, चुरादिगणे जारयति इति एव अस्ति अष्टाध्यायी, तदेव. हा, अतः तद् अत्र टङ्कनदोषः अस्ति. जारयति, जरति इति चुरादिगणीयधातोः विषये तत्र टङ्कनदोषः अस्ति. अत्र जृष् इति धातोः दिवादिगणीयधातोः विषये तु जरयति इति रूपं. तत्तु निजन्तयोजनेन जरयति इति भवति. निजन्तयोजने, निचयोजनेन जरयति इति रूपम्. अत्र लटि अत्र अस्माकं जारयति इति एव भवति खलु. आमाम् आमाम्. अत्र ऋ धातोः विषये प्रक्रिया इदानीं प्रदर्शिता. तत्र अर्पयति इति रूपम् अस्ति. तदर्थमेव अर्तिह्रीव्लीरि इति सूत्रे अर्ति इति पदेन ऋ धातोः ग्रहणम्. अतः तत्र पुगागमः भवति, तदनन्तरं पुगन्तलघुपदस्य च इति गुणः. अतः अर्पयति इति रूपं तत्र लभ्यते. एतावता कोऽपि प्रश्नः वा? नास्ति महोदय. तर्हि अत्र स्थगयामः, विलम्बः जातः. अत्र किं शोभा भगिनी, अनन्तरम् उषा भगिनी, अपि च विजयलक्ष्मी भगिनी, भवतां कृते तत्र वाक्यानि वक्तव्यानि तेषां त्रयाणां धातूनां विषये. अन्ये अपि प्रयासं कर्तुम् अर्हन्ति, केवलं भवतामेव इति न. अस्तु भगिनि, धन्यवादः. अग्रिमसप्ताहे वयं चर्चयितुं शक्नुमः. शुभदिनं, धन्यवादः. धन्यवादः.